गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्त्वसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि तत्र ज्ञानम् इति गुणः, तस्मिन् विषये चिन्तनम् आरब्धम्। सर्वव्यवहारहेतुर्गुणः ज्ञानम् इति तस्य लक्षणं कृतम्। तत्र सर्वव्यवहार इत्यत्र सर्व इति पदं कथं वा अवगन्तव्यम्? तत्र कर्मधारयसमासः एव स्वीकरणीयः इति उक्तम्। तदनन्तरं ज्ञानं द्विविधम्, अनुभवः स्मृतिश्च इति। तत्र अनुभवेन संस्कारः जायते, संस्कारेण स्मृतिः जायते इति एवमेव प्रक्रिया अस्ति। तथापि तत्र लाघवार्थं प्रथमं स्मृतेः विषये चिन्तनं, तत्रापि प्रथमं तत्र स्मृतिः संस्कारेण जायते इत्यतः संस्कारः इत्यस्मिन् विषये चिन्तितम्। अनुभवजन्या स्मृतिर्हेतुर्भावना इति संस्कारस्य रक्षणं दत्तम्। अस्तु, तदनन्तरं व्यापारः इत्युक्ते किम् इत्यस्मिन् विषये चिन्तितम्। व्यापारः तज्जन्यत्वे सति तज्जन्यजनकत्वम्। व्यापारः नाम कारणात् जायते, कार्यं च जनयति। तर्हि व्यापारे कारणत्वम् अपि अस्ति, कार्यत्वम् अपि अस्ति। कार्यत्वे सति कारणत्वं व्यापारस्य लक्षणम् इति अपि वक्तुं शक्यते। अस्तु, अपि च तत्र दण्डस्य, यद्यपि दण्डः नष्टः जातः भ्रमणस्य, प्रथमं तत्र दण्डः आसीत् तेन भ्रमणं कृतं, तदनन्तरं दण्डः नष्टः जातः, तर्हि यस्मिन् समये घटोत्पत्तिः जायते तस्मात् साक्षात् पूर्वक्षणे दण्डः नास्ति चेदपि तर्हि निकषायाः उल्लङ्घनम् अभवत्, तथापि दण्डः अस्ति एव परम्परासम्बन्धेन। स्वजन्यभ्रमिमत्ता स्वजन्यभ्रमिजन्यभ्रमिमत्ता सम्बन्धेन दण्डः घटे इदानीमपि अस्ति इति तादृशम् उक्तम्। तत्र गृहपाठः आसीत् कुलालपितुः, कुलालः अपि व्यापारत्वेन वक्तुं शक्यते वा? किमर्थम् इति चेत् कुलालः कार्यं, कुलालपितुः पित्रा सः जायते इत्यतः कुलालः कारणं, पुनः कुलालेन घटः, घटस्य उत्पत्तिः भवति, तर्हि कुलालः अपि घटस्य कारणं वा? तत्र क्षम्यतां, कुलालः तु घटस्य कारणम् इति सत्यमेव। प्रश्नः किम् आसीत् इति चेत् कुलाले व्यापारत्वं वक्तुं शक्यते वा इति प्रश्नः आसीत्। तस्मिन् विषये केनापि चिन्तितं वा? महोदय, तत्र उक्तं, तत्र स्वजन्यभ्रमिमत्ता भ्रमिजन्यभ्रमिमत्तावत्त्वम् अस्ति इति, अत्र स्वजन्यव्यापारवत्त्व इति आसीत्। व्यापारत्वं दण्डे, दण्डेन व्यापारः जायते, व्यापारत्वं कपाले आगच्छति इत्येव। आमां, तत् साम्यमेव, स्वजन्यव्यापारवत्तासम्बन्धेन इति उक्तम्। अत्र इतोपि स्पष्टतया मया उक्तं तावदेव, स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन इति मया स्पष्टतया उक्तम्। अत्र व्यापारः इत्यपि उल्लेखः सत्यं। अस्तु, व्यापारः इत्युक्ते किं? तत्र दण्डेन चक्रे यः भ्रमः जायते, भ्रमणं जायते, नो चेत् कपाले यद्भ्रमणं जायते, तर्हि तत्र कपालभ्रमणे कार्यता अस्ति, पुनः कपालभ्रमणेन कपालद्वयोः मध्ये संयोगः जायते, तर्हि कारणत्वमपि अस्ति। कारणत्वमपि अवगतं। मम चिन्तनम् आसीत् इदानीम् एतादृशमस्ति, पिता तु कुलालं कार्याधिकरणे न जनयति, इति कृत्वा सः कुलालः इदानीं व्यापाररूपेण न भवति. यदि सः कार्याधिकरणे एव पुत्रं जनयति चेत् तदा तस्य शिशु तत्र घटस्य उत्पत्तिज्ञानं न भवति इत्यपि अस्ति. तदा घटनिर्माणं सः तेन शिशुना न कर्तुं शक्यते इति कृत्वा व्यापारः कदापि न भवितुम् अर्हति इति अहं चिन्तयामि. उत्तमम् उत्तमं तदेव तदेव. इत्युक्ते अत्र यद्यपि कुलालपितुः कुलालस्य कारणं, तर्हि कुलालः जन्यः, पुनः कुलालः एव जनकः अपि. कस्य? घटस्य. तर्हि कुलाले जन्यता अपि अस्ति, जनकता अपि अस्ति इति कृत्वा सः अपि व्यापारः भवतु इति चेत् न. किमर्थम् इत्युक्ते कुलालस्य जननं कार्याधिकरणे न अभवत्, किन्तु दण्डेन दण्डेन यत् कपालभ्रमणं जातं स च कपालभ्रमणं कार्याधिकरणे एव अस्ति, कपाले एव विद्यते. अपि च तेन जायमानसंयोगः अपि कपाले एव अस्ति. कपालभ्रमणं कुत्र अस्ति? कार्याधिकरणे कपाले अस्ति. कपालभ्रमणेन यद् जायते तद् कुत्र अस्ति? पुनः कपाले एव अस्ति. तर्हि कारणमपि कार्याधिकरणे अस्ति, कार्यमपि कार्याधिकरणे अस्ति. तर्हि यत् कार्याधिकरणे अस्ति तस्य एव कारणत्वं स्वीकर्तुं शक्यते. तर्हि प्रथमं यत्किमपि व्यापारत्वेन चिन्तयामः तत् प्रथमं कारणं भवेत्. यदा कारणं भवति तदनन्तरं तस्मिन् कारणत्वं वक्तुं शक्यते वा, तस्मिन् व्यापारत्वं वक्तुं शक्यते वा इति चिन्तनं करणीयम् इति कृत्वा. बहु समीचीनं महोदय. तर्हि कुलालस्य जननं कार्याधिकरणे न अभवत्, कपाले न अभवत् इति कृत्वा यद्यपि तस्मिन् जन्यता अपि अस्ति, जनकता अपि अस्ति, तथापि कुलालः व्यापारः न. तत्र कार्याधिकरणे द्वयमपि न अभवत् इत्यतः. उत्तमम्. अस्तु, धन्यवादः. तदनन्तरं तत्र ककारात् ककारः जायते कथम् इति चिन्तनीयं. तत्र मम चिन्तनं किञ्चित् चिन्तितवान्, तत्र किञ्चित् क्लेशः अस्ति. वदामि इदानीं, विप् अस्ति खलु महोदय, विप् स्वीकुर्मः. तत्र विप् मध्ये काचन क्रिया वयं आरम्भं कुर्मश्चेत् तया क्रियया नूतनक्रिया अपरेषु स्थलेषु तत्र अधिकरणे विप् रज्जु इति स्वीकुर्मः. रज्जौ रज्ज्वां, क्षम्यतां, रज्ज्वां भवति. तत्र वेगः इति संस्कारः स्वीकुर्वन्ति इति अहं चिन्तयामि. तु समानाधिकरणे क्रियया क्रिया जायते अत्र इति. अत्र समानाधिकरणं किं? रज्जौ रज्जु एव. अस्तु, तर्हि किञ्चित् प्रतिपादयतु. रज्जौ तत्र प्रथमक्रिया भवता कृतं. रज्जु रज्ज्वां वा सप्तमी? रज्जौ अपि वक्तुं शक्यते, द्वयमपि समीचीनम्. अस्तु, रूपद्वयमस्ति, सप्तमी एकवचने. रज्जौ इति अपि वक्तुं शक्यते, रज्ज्वाम् इति अपि वक्तुं शक्यते. तत्र अहं चिन्तयामि यदा क्रिया केनापि क्रियते रज्जौ उपरि नयति तदा किं भवति, तत्र क्रिया प्रथमक्रिया जायते. सा क्रिया तु तत्र रज्जौ समवायसम्बन्धेन भवति. इदानीं तेन क्रियया अपरेषु रज्जौ एव क्रमशः रज्जौ एव क्रमशः अग्रिमस्थले सा क्रिया जायते. अन्तिमपर्यन्तं सा क्रिया भवति, तदा एव क्रियायाः नाशः भवति. इदानीं प्रथमक्रिया जाता, तेन क्रियया द्वितीयक्रिया अपरेषु अपरस्मिन् स्थले जायते, तदा द्वितीयक्रियया तृतीयक्रिया. एकनिमिषं महोदय, अत्र सन्दर्भः कः? इदानीं सन्दर्भः न बुद्धम् इत्युक्ते कन्दुकं यदा क्षिपामश्चेत् तत्र पतनं भवति खलु भूमितः. सत्यं. तादृशं रज्जु वदति वा? अत्र कन्दुकस्य स्थाने रज्जुः स्वीकृतं भवता? न, तत्र गुरुत्वम् इति स्वीकुर्वन्ति. अत्र गुरुत्वं नास्ति. तत्र गुरुत्वेन एतद् भविष्यति इति वक्तव्यं वा? जायते इति अहं चिन्तितवान्. किं? क्रियया क्रिया जायते इति अहं चिन्तितवान्. क्रियया क्रिया न जायते खलु, तत्र वेगः एव भवति. वेगाख्यसंस्कारः भवति तत्रापि. अस्तु, तदा मम प्रश्नस्य उत्तरं नास्ति महोदय. अस्तु, मया अत्र सन्दर्भद्वयं चिन्तितं. प्रथमं तु इदानीं यद् पठन् सन्तः, इदानीं मम पुरतः घटः अस्ति इति चिन्तयतु. तर्हि घटेन सह यदा मम चक्षुसंयोगः जायते तदा मयि घट ज्ञानम् उत्पद्यते खलु? सत्यं. तर्हि घटज्ञानेन एकः संस्कारः अपि जायते आत्मनि. तेन संस्कारेण स्मृतिः जायते. श्वः मया ह्यः घटं दृष्टम् इति स्मृतिः जायते. स्मृतेः विषयः कः? घट. ज्ञानस्य विषयः कः? ज्ञानस्य विषयः घटः. हा, स्मृतेः विषयः अपि घटः खलु? घटः. तर्हि यथा ककारात् ककारः जायते तथा घट अनुभवज्ञानेन इत्युक्ते घटप्रत्यक्षज्ञानेन घटस्मृतिरेव जायते खलु? घटं दृष्ट्वा पटस्य स्मृतिः न भवति. यथा ककारात् ककारः एव जायते तथा घटज्ञानेन घटस्मृतिः एव जायते. कुत्र जायते? आत्मनि जायते. तर्हि स्व अधिकरणे, अधिकरणं समानम्. अपि च अनुभवे ज्ञानत्वम् अस्ति, स्मृतौ अपि ज्ञानत्वमेव अस्ति. द्वयमपि ज्ञानं खलु? तदा यथा पूर्वं पठितं महोदय, विशिष्टज्ञानं विशेषज्ञानं, तदपि पर्याप्तं भवति महोदय. न, रात्रौ अत्र विशेषज्ञानेन विशिष्टज्ञानम् इत्यत्र विशेषज्ञानम् इति दण्डः, विशिष्टज्ञानं भिन्नपदार्थः अस्ति अत्र. इत्युक्ते चकारात् ककारः जायते इति वदामश्चेत् विशेषज्ञानेन विशिष्टज्ञानम् इति भवति. अत्र तु इदानीं विषयः अपि समानः. घटज्ञानेन घटस्मृतिरेव जायते, घटज्ञानेन पटस्मृतिर्न जायते. यथा ककारेण ककारः जायते खलु? सत्यम् इति वक्तुं शक्यते इति तादृशसन्दर्भः मया चिन्तितम्. अस्तु महोदय. अस्तु, तर्हि इदानीम् अग्रे सरेम. इदानीं भावनाख्यसंस्कारः आवश्यकः इति अस्ति 124th. अपि च द्वितीयसन्दर्भः अपि मया उक्तः, उपाधिकरणे सजातीयगुणजनकत्वम् इत्यत्र कपालरूपेण घटरूपं यद् जायते, कपालद्वये यदि नीलरूपमस्ति तेन घटे नीलरूपमेव जायते खलु? तदा एकस्मिन् अधिकरणे नास्ति खलु महोदय, घटे एव नीलरूपमस्ति. वदामि, यद्यपि घटरूपं घटे अस्ति, कपालरूपं कपाले अस्ति, तथापि तत्र कारणतः अवच्छेदकसम्बन्धः, यदि परम्परासम्बन्धः वदामः, समवेतत्वसम्बन्धेन इदानीं नीलरूपं कुत्र अस्ति? घटे अस्ति. घटे अस्ति. तर्हि कारणमपि घटे अस्ति, कार्यमपि घटे अस्ति. तर्हि इदानीं स्वाधिकरणं साधितम्. अस्तु, सजातीयगुणजनकत्वमपि साधितं खलु? सत्यं. पूर्वं मया प्रेषितं तु तत्र एतादृशं न चिन्तितवान्. तर्हि नीलरूपेण नीलरूपमेव जायते इति समीचीनम्. अस्तु, तर्हि अग्रे पठेम. तर्हि इदानीं भावनाख्यसंस्कारः आवश्यकः 124th page मध्ये उपशीर्षकमस्ति. तर्हि यथा व्यापारत्वम् अङ्गीकृतं तथा भावनात्यसंस्कारः इति कश्चन गुणः अस्ति. भावना संस्कारः तु मनसा न गृह्यते. संस्कारः इति आत्मगुणः मनसा न गृह्यते. तर्हि तस्य अस्तित्वं कथं साधितम् इति चेत् अत्र व्यापारत्वेन साधितम् इति भवति. अतः एव व्यापारत्वस्य विषये किञ्चित् चिन्तितम्. अस्तु, तर्हि श्रीराममहोदय भवानेव पठतु. अस्तु महोदय. भावनाख्यसंस्कारः आवश्यकः आवश्यकः आवश्यकः. एतादृशव्यापारकल्पनायाम् आपतितायाम् एव अनुभवजन्यः स्मृतिजनकः भावनाख्यः व्यापारः शास्त्रकारैः कल्पितः. तथा हि जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः तत्र तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः सः द्विविधो भवति. अनुभवः आद्यः, प्रकृतलक्षणभूता स्मृतिः अपरा. आद्यः अनुभवः प्रत्यक्ष अनुमति उपमति शाब्दभेदात् इति अनेन उपरिष्टात् विभज्यते. प्रत्यक्षं च इन्द्रियेण जायमानम्, अनुमितिः परामर्शात् उत्पद्यते, उपमितिः सादृश्यज्ञानात् जायते, शब्दबोधश्च शब्दात्. एते एव इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः प्रमाणानि इति व्यवह्रियन्ते. प्रमाणम् इत्यस्य प्रमायाः जनकम् इत्यर्थः. प्रमा सत्यं ज्ञानम्, यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा. अस्तु महोदय, अत्र एतादृशं इदानीं तु ज्ञानस्य विषये उक्तम् अस्ति. पूर्वं द्विविधा ज्ञानं द्विधा भवति इति द्विविधं भवति इति उक्तं. प्रथमः अस्ति अनुभवः, द्वितीयः अस्ति स्मृतिः. अनुभवः चतुर्विधम् अनुभवचतुर्विधाः. तत्र प्रत्यक्षम्, अनुमतिः, अनुमितिः, उपमितिः, शाब्दम् इति. प्रत्यक्षं कथं भवति इति चेत् इन्द्रियेण जायते प्रत्यक्षम् इति ज्ञानम्. अनुमितिः इति ज्ञानं कथं भवति इति चेत् परामर्श इति तत्र प्रथमं तत्र पक्षधर्मताज्ञानं, तदनन्तरं व्याप्तिज्ञानं मेलनेन तत्र परामर्शः इति ज्ञानम्. अनेन ज्ञानेन तत्र अनुमितिज्ञानं जायते. इदानीम् उपमितिः इति तृतीयं ज्ञानम् अस्ति. तत्र सादृश्यज्ञानं भवति. यथा तत्र चन्द्रमुखः, चन्द्रैव मुखः, तादृश उपमा भवति इति अहं चिन्तयामि. शाब्दबोधश्च शब्दात् एव जायते. एतानि ज्ञानानि एव शास्त्रे प्रमाणानि इति ख्यान्ति. प्रमाणम् इत्यस्य प्रमायाः जनकम् इत्यर्थः. प्रमाणम् इत्युक्ते किम्? प्रमाणम् इत्युक्ते यत् प्रमा जनयति तदेव प्रमाणम्. प्रमा इत्युक्ते सत्यज्ञानं, यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा. विषयं यथा अस्ति तथा एव ज्ञानं भवति, सा प्रमा इति उच्यते. यदा ज्ञानं भवति सा प्रमा इति उच्यते. हा इति अस्ति अत्र केवलम् उपोद्घातरूपेण किञ्चित् उक्तं तावदेव खलु. अस्तु. अपि च प्रमा अत्र प्रयोगः मा इति धातुः, अपि च ल्युट् इति प्रत्ययः. ल्युट् इति प्रत्ययः कस्मिन् अर्थे अत्र प्रयुक्तमस्ति? जानामि महोदय, ल्युट् अहं न जानामि महोदय. प्रमाणं वा? हा प्रमाणम् इति ल्युट् प्रत्ययं योजयित्वा लभ्यते, किन्तु कस्मिन् अर्थे ल्युट् प्रत्ययस्य विधानं? शिवराम महोदय वदतु. भावार्थे भवति वा? नास्ति खलु, भावार्थे भवति चेत् अर्थः न सङ्गच्छति. प्रमाणं कर्ता, प्रमाणं करणं कर्ता, करणं करणं करणार्थ दर्श, करणार्थे. आमां दर्श करणार्थे. जायते अनेन इति इत्यस्मिन् आमाम् अर्थे, करणं करणार्थे अत्र ल्युट् प्रत्ययः. कर्तृर्थे लुट् प्रत्ययः प्रत्ययः विधानं न भवति, यदा कदापि न भवति. लुट् प्रत्ययस्य विधानं तु भावार्थे भवति सामान्यतया. यदि भावार्थे भवति तर्हि तत्र केवलं नपुंसकलिङ्गे एव रूपं भवति. करणार्थे वा अधिकरणार्थे वापि भवितुम् अर्हति. आसनम् आस्यते अस्मिन् इत्यस्मिन् तत्र आसनम् इति भवति, तत्रापि लुट् प्रत्ययः, किन्तु अधिकरणार्थे. अस्तु, बहु समीचीनं. तर्हि अत्र केवलम् उपोद्घातरूपेण उक्तम्. अपि च यदा यदा वयं वदामः चतुर्विधः इति, तत्र ज्ञानम् इत्यस्मिन् स्थाने अनुभवः इत्येव वदतु. किमर्थम् इत्युक्ते ज्ञानम् अनुभवसामान्यं खलु. सत्यं सत्यं. ज्ञानं द्विविधं, तर्हि स्मृतिः अपि चतुर्विधं वा? नास्ति, तत्र केवलम् अनुभवः एव चतुर्विधं. प्रत्यक्ष अनुभवः, अनुमान अनुभवः, उपमान अनुभवः इति तादृशं भवति. उपमितिः इति अनुभवः. अस्तु, तर्हि तादृशमस्ति. अग्रे पठेम. मुरळीमहोदय पठितुमिच्छति वा? मह्यं किञ्चित् सहायं करोति वा? अत्र एकं वाक्यं न सम्यक्तया अवगच्छामि. तथा हि जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः, तत्र तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः सः द्विविधो भवति. अत्र द्विविधो भवति ज्ञानम् इति अहम् अवगच्छामि. अस्तु, तत्र प्रथमं यत् लिखितं तत् सम्यक्तया न अवगच्छामि. तथा हि जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहारविषयः यः ज्ञानपदार्थः. व्यवहारविषयः इति समस्तपदं, तस्य विग्रहवाक्यं वदतु. व्यवहारस्य विषयः वा? सत्यं, व्यवहाराणां विषयः. जानामि, गृह्णामि, अवगच्छामि इत्यादि व्यवहाराणां विषयः, व्यवहारविषयः यः ज्ञानपदार्थः. ज्ञानपदार्थः इत्यपि समस्तपदं, विग्रहवाक्यं वदतु. यः ज्ञानपदार्थः, ज्ञानं पदार्थः वा? कर्मधारेण ज्ञानं च तत्पदार्थं च कर्मधारेण. सप्तपदार्थेषु ज्ञानमिति गुणः अस्ति खलु? सत्यं. तर्हि ज्ञानपदार्थः यः तत्र तत्र विषयत्वादीनि निरूपण अवसरे, विषयत्वं तर्हि तत्र पूर्वमेव प्रदर्शितः खलु. इत्युक्ते ज्ञानं यदा जायते तत्र विषयतासम्बन्धेन, ज्ञानं तु विषयतासम्बन्धेन विषये अस्ति, विषयत्रयं भवति. विशेष्यतासम्बन्धेन विशेष्ये, संसर्गतासम्बन्धेन सम्बन्धे, प्रकारतासम्बन्धेन प्रकारे, तस्य परामर्शः उक्तः. तदेव अत्र परामर्शितमस्ति. स च ज्ञानं द्विविधः भवति, एकं तु अनुभवः, द्वितीयं तु स्मृतिः. तर्हि स्मृतिः अपि ज्ञानं. तर्हि स्मृति अनुभवयोः मध्ये कः भेदः? श्रीरामहोदय वदतु. तत्र अनुभवः इत्युक्ते तत्र स्मृति इत्युक्ते कालान्तरं भवति, अनुभवः तस्मिन्. महोदय, इदानीं वयं न्यायवर्गे स्मः, तर्हि सामान्यव्यवहारे यदा वदामः तदा न वक्तव्यं. स्मृतिः अनुभवः, अनुभवः मध्ये भेदः. अनुभवेन संस्कारः जायते, संस्कारात् स्मृतिः जायते इति अस्ति. तर्हि भेदः वक्तव्यं चेत् यत् संस्कारेण जायते तत् स्मृतिः. संस्कारात् जायते सः संस्कारेण यद् संस्कारात् यद् जायते सा स्मृतिः, या जायते सा स्मृतिः. तर्हि अनुभवः इत्युक्ते किम् इति चेत् अनुभवः चतुर्विधः. प्रत्यक्षं, प्रत्यक्षं केन जायते? इन्द्रियेण जायते. अनुविधिः केन जायते? परामर्शज्ञानात् जायते. उपविधिः केन जायते? सादृश्यज्ञानात् जायते. शाब्दबोधं केन जायते? शब्दात् जायते इति भेदः. अस्तु, हा अस्तु. अग्रे मुरली महोदय पठति वा? आं महोदय. घटवन्तं पटं पटो घटवान् इति ज्ञानं, विषयीकरोति इति सा प्रमा इति उच्यते. तस्याः प्रमयाः यत् साधनं जनकं तत् प्रमाणम् इति उच्यते. तादृशं च चक्षुर् इन्द्रियं पूर्वोक्त या प्रमा पटः घटवान् इत्याकारिका तां प्रति तस्य सन्निकर्षद्वारा जनकत्वात्. इदमेव चक्षुरादिप्रत्यक्ष इत्युच्यते. तज्जन्यप्रमाया अपि सैव स एव संज्ञा. तत्र प्रत्यक्षस्य विषयं चर्चवन्तः महोदय. यदि प्रत्यक्षम् इत्युक्ते यदि इन्द्रियसन्निकर्षात् यत् उत्पत्पदे तदेव प्रत्यक्षं. तस्मात् तत्र घटम् अस्ति, पटं नास्ति, आर् पटम् अथवा पटम् अस्ति घटं नास्ति, तज्ज्ञानं किमुत्पद्यते चेत् अनुभवरीत्या अनुभवं पूर्वं दृष्टवन्तः चतुर्विधम् अनुभवज्ञानमिति, प्रत्यक्षम्, अनुमिति, उपमिति अथवा शब्दबोधं, चतुर्विधं. तस्य अहं घटं पश्यामि इति चेत् तत्र चक्षुर्द्वारा अहं घटस्य दर्शनं करोमि. यत् प्रमा तत् उत्पद्यते इति सन्निकर्षद्वारा जननं करोमि. तदेव चक्षुराति प्रत्यक्षं, प्रत्यक्षम् इति उच्यते. यत् चक्षुरादि इत्युक्ते इतराणामपि, चक्षुः, श्रोत्रम्, इन्द्रियैः सकलानादि इतराणाम् इन्द्रियैः सह इति उच्यते. तज्जन्यप्रमाया अपि स एव संख्या. इत्युक्ते प्रत्यक्षस्य लक्षणं तत्र वर्तते महोदय. न न, तज्जन्यप्रमायाः अपि स एव संज्ञा इत्युक्ते किम्? तज्जन्यप्रमा इत्युक्ते तज्जन्यम् इत्युक्ते प्रत्यक्षद्वारा यज्जन्यं तत् प्रमा इत्युक्ते प्रत्यक्षजन्यम् इति. अपि यदि यज्ज्ञानं प्रत्यक्षात् उत्पद्यते इति प्रमा. संख्या इत्युक्ते नामः, तदेव प्रत्यक्षस्य नामः. यत् यज्ज्ञानं प्रत्यक्षरूपेण उत्पद्यते स एव प्रत्यक्षज्ञानम् इन्द्रियसन्निकर्षद्वारा इति तत्र मम अत्र अन्तिमवाक्यस्य केवलं तत्र अधिकं मा उक्त्वा केवलं तस्य अर्थः कः इति वदन्ति तज्जन्यप्रमायाः अपि सैव संज्ञा इत्युक्ते किं तज्जन्य तज्जन्यप्रमाया इत्युक्ते तज्जन्य इत्युक्ते इन्द्रियसन्निकर्षद्वारा यद् ज्ञानं जनकं तत् जन्यं प्रमया इत्युक्ते क्षम्यताम् अत्र प्रमा इत्युक्ते किं भवतः अवगमनं किं प्रमा इत्युक्ते किं प्रमा इत्युक्ते यत् सदा वर्तते तत् सदैव विषयीकरोति सा प्रमा न न न तद् नास्ति महोदय अत्र प्रमा इति पदस्य अर्थः कः तावदेव वदतु प्रमा इत्युक्ते प्रत्यक्षज्ञानं प्रत्यक्षज्ञानं नास्ति प्रमा इत्युक्ते ज्ञानम् ओ न प्रत्यक्षज्ञानं प्रत्यक्षप्रमा इत्युक्ते प्रत्यक्षज्ञानं प्रमा इत्युक्ते ज्ञानं ज्ञानं आम् अनुमितिः अपि प्रमा एव उपमितिः अपि प्रमा एव शब्दः अपि प्रमा एव प्रमा इत्युक्ते ज्ञानं तर्हि तज्जन्यप्रमायाः अपि सैव संज्ञा इत्यस्य अर्थः कः इति चेत् प्रत्यक्षप्रमाणेन यद् ज्ञानं जायते तस्य नाम अपि प्रत्यक्षम् आम् महोदय सत्यं महोदय प्रत्यक्षप्रमाणेन यद् ज्ञानं जायते तस्य नाम अपि प्रत्यक्षं तर्हि प्रत्यक्षम् इत्यनेन प्रमाणमपि उक्तं भवति प्रमा अपि उक्तं भवति आम् अस्तु समीचीनं महोदय तर्हि अग्रे शिवराम महोदय पठति वा अनुवित्यादौ शिवराम महोदय म्यूट् मध्ये अस्ति भवान् मेहुल् मध्ये इदानीं भवता पठितुं शक्यते वा श्रीरामहोदय महाध्वनिः श्रूयते किम् आं शृणोमि महोदय अहम् एकः प्रश्नः अस्ति एफ् सि सि मध्ये अहं चिन्तयामि गत रविवासरे मम वर्गे अपि एतादृशः अभवत् मया न योजयितुं न अशक्यत् तत्र अशक्यं यदा सम्पर्कः सम्यक् न अस्ति इदानीम् एफ् सि सि मध्ये अस्तु अस्तु अस्तु अस्तु मेहुल् महोदय शृणोति किल महोदय अहम् आगच्छामि अधुना वक्तुं शक्नोमि ओ अस्तु तर्हि भवान् पठितुं शक्यते वा अनुमित्यादौ आम् आम् कुत्र कुत्र अस्ति वा 125th पेज् तृतीयपङ्क्तिः अनुमित्यादौ अनुमित्यादौ अस्तु क्षम्यतां महोदय किञ्चित् समस्या अस्ति अस्तु इदानीं श्रूयते महोदय पञ्चनिमिषानन्तरं पठामि अस्तु वर्षा बहु अस्ति अस्तु अनुमित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति तथापि तत्र पदार्थः उपायान्तरेण बुध्यते यथा शब्दस्थले कश्चित् प्रामाणिकः ब्रवीति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति श्रोतॄणाम् अस्माकं न नदी न तीरं नापि वृक्षः फलानि वा चक्षुषा सम्बद्धानि तथापि तद्वाक्यं श्रुत्वा तत्तत् पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः प्रमा नद्यास्तीरे वृक्षे बहूनि फलानि सन्ति इति अयं शब्दात् जायमानः इति शाब्दबोधः इत्युच्यते तं प्रति च जनकत्वात् शब्दोऽपि प्रमाणम् अस्तु अत्र अनुमिति इत्यादि इत्यादि ज्ञानेन प्रमाणेन वयं ज्ञातुं शक्नुमः पदार्थस्य ज्ञानं कर्तुं शक्नुमः, तत्र अवगन्तं वयम् अवगन्तुं शक्नुमः तत् पदार्थ, तर्हि केन कथम् अवगन्तव्यम् इत्युक्ते पदार्थेन सह अस्माकम् इन्द्रियस्य सन्निकर्षः न भवति चेदपि अनुमानेन अथवा अन्यत् ये प्रमाणः सन्ति तेन पदार्थस्य ज्ञानं भवति अस्माकं, तत्र सन्निकर्षः न अभवत् परन्तु तथापि अन्यत् किमपि उपायं कृत्वा पदार्थस्य ज्ञानं भवति। अत्र अग्रे एकम् उदाहरणं दत्तं, यथा शब्दस्थले किं भवति, तर्हि तत्र उदाहरणमस्ति कश्चित् प्रामाणिकः इत्युक्ते यः किमपि प्रमाणेन यः ज्ञाता भवति सः प्रामाणिकः, तद् वदति एकं वाक्यं वदति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति। तर्हि वयं यत् वाक्यं श्रुत्वा अस्माकं शृणोति चेत् अस्माकं मनसि ज्ञानं भवति यद्यपि तत्र न नदी न तीरं नापि वृक्षः न फलानि अपि वयं चक्षुषा तस्य सम्बन्धः न अभवत् इत्युक्ते वयं स्वयं चक्षुषा एतत् सर्वं मया दृष्टवन्तः तथापि अस्माकं मनसि एतत् ज्ञानं भवति शब्दस्थले। तर्हि कथं भवति एतत् वाक्यं श्रुत्वा तत्तत् पदस्य अर्थं बुद्ध्वा यत्र नदी तीरः वृक्षः फलम् एते सर्वे शब्दाः वाक्ये सन्ति, ते वाक्यानि ते शब्दाः शब्दस्य ज्ञानम् अस्माकं मनसि बुद्ध्वा यथार्थबोधः इत्युक्ते प्रमा इत्युक्ते ज्ञानम् अस्माकं मनसि भवति, तद् ज्ञानम् अस्ति यत् नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति ज्ञानम् अस्माकं मनसि अपि भवति। तर्हि एतत् केवलं शब्दाः ये वाक्ये सन्ति तेषां श्रवणेन एव अस्माकं मनसि एतत् ज्ञानं भवति, तदेव शाब्दबोधः इति उच्यते। तत् शाब्दबोधः कथं जायते, तर्हि शब्दात् एव जायते, शब्दात् जायमानः इति शाब्दबोधः अस्ति, तदेव अत्र अस्माकं मनसि आगच्छति। तं प्रति किं प्रमाणं, तस्य प्रमाणं किं, तर्हि शब्दः एव तस्य प्रमाणं, जनकत्वात् शब्दोऽपि प्रमाणम् इति एव अत्र अस्ति। अस्तु, वस्तुतः अत्र बहु किमपि नास्ति, अत्र इन्द्रियसन्निकर्षः, इन्द्रियसन्निकर्षेण यद् ज्ञानं जायते तद् ज्ञानं प्रत्यक्षम्, यत्र इन्द्रियसन्निकर्षः न भवति तथापि ज्ञानं जायते तादृशज्ञानानाम् अत्र अनुमित्यादौ भवति, ज्ञानम् अनुमित्यादौ भवति इति उक्तम्। अग्रे पठतु महोदय। अनुमितिस्थले ज्ञातव्यः पर्वते वह्निः, पर्वते कदाचित् चक्षुः सन्निकर्षः स्यात् परन्तु न वह्निः चक्षुः सन्निकृष्टः, पर्वते धूमस्तु अस्माभिः दृश्यते, धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणः सम्बन्धः येन धूमे सति भवेदेव वह्निः, तादृशसम्बद्धज्ञानं यस्यास्ति तस्य असन्निकृष्टस्यापि वह्नेः ज्ञानं भवति, इदं ज्ञानमेव अनुमितिः इति उच्यते, सापि अपरा प्रमा, सा च वह्निधूमसम्बद्धज्ञानाधीना इति तत्सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति अपरं प्रमाणम्। उपमितिरिति अस्ति चतुर्थीप्रमा, तज्जनकं च उपमानं मूलनिरूपणे एव विस्तरेण निरूपयिष्यते। अस्तु, अत्र प्रत्यक्षज्ञानम् अनन्तरम् अनुमतिज्ञानमिति वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे। अधुना अन्यत् एकम् उदाहरणम् अस्ति, अनुमितिस्थले ज्ञातव्यः पर्वते वह्निः, अनुमानेन अनुमितिज्ञानेन यदि वयं जानीमः पर्वते पर्वते वह्निः अस्ति इति. तर्हि पर्वते कदाचित् चक्षुः सन्निकर्षः स्यात्, परन्तु वह्निः चक्षुः सन्निकृष्टः, परन्तु न वह्निः चक्षुः सन्निकृष्टः. तत्र पर्वते चक्षुषा वयं पर्वतस्य चक्षुषा सन्निकर्षः भवति, परन्तु तत्र वह्निः नास्ति. अतः वह्निः चक्षुः सन्निकृष्टः नास्ति, परन्तु पर्वते धूमः इति अस्ति इति अस्माभिः दृश्यते. अतः धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणसम्बन्धः. वयं जानीमः यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति एव. अतः तत् तस्य तत्र विलक्षणसम्बन्धः अस्ति धूमः अपि च वह्निः मध्ये. अतः तेन सम्बन्धेन वयं ऊहां कर्तुं शक्नुमः यत् धूमः अस्ति तत्र वह्निः भवेत् एव. अत्र तादृशसम्बन्धज्ञानं यस्य यस्याम् अस्ति तस्य असन्निकृष्टस्यापि वह्नेः ज्ञानं भवति. इत्युक्ते यदि एकस्य एकः पुरुषः अस्ति, तस्य मनसि यदि तादृशसम्बन्धः इत्युक्ते धूमः अपि च वह्नेः मध्ये वह्निः मध्ये यः सम्बन्धः अस्ति, विलक्षणसम्बन्धः यत् वयं उक्तवन्तः, तत् सम्बन्धः यदि यस्य मनसि अस्ति, तत् पुरुषः यदि असन्निकृष्टः अस्ति इत्युक्ते साक्षात् चक्षुषा वह्निः न पश्यामः चेत् अपि सः एतत् ऊहां कर्तुं शक्नुमः यत् यत्र अत्र धूमः अस्ति, अतः वह्निः अस्ति एव इति ज्ञानं सः कर्तुं शक्नोति. इति एव इति ज्ञानमेव अनुमितिः इति उच्यते. अनुमानेन सः ज्ञानं तस्य मनसि ज्ञानं भवति, तदेव अनुमितिः इति अत्र उदाहरणमस्ति. तत् ज्ञानम् इति अपरा प्रमा अन्यतमः प्रमा अस्ति अनुमितिः इति. अग्रे सा च वह्निधूमसम्बन्धज्ञानाधीना इति तत् सा प्रमा इति वह्नि अपि च धूमः इत्यनयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानस्य अधीना एव सा प्रमा अस्ति इति. तत् सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति अपरं प्रमाणं. तत् सम्बन्धज्ञानं यत् अस्ति तदेव तस्य संज्ञा अस्ति अनुमानं. तदेव अपरं प्रमाणम्. अनुमान इति अपरं प्रमाणमस्ति, अपि च अनुमिति इति अपरा प्रमा अस्ति. अग्रे उपमिति इति अन्यत् प्रमा, चतुर्थी प्रमा अस्ति. तत् जनकं च उपमानम्. उपमानेन तत् प्रमा सा प्रमा उपमानं जनयति. तस्य निरूपणम् अग्रे विस्तरेण आयास्यति इति अहं मन्ये अत्र. समीचीनम् इति अस्ति. अस्तु, अत्र किञ्चित् इतोपि गभीरचिन्तनं कुर्मः. अहं प्रश्नान् पृच्छामि, भवानेव तस्य उत्तरं वदतु. प्रथमप्रश्नः अस्ति, वह्निधूमयोः मध्ये कः सम्बन्धः, विशिष्टसम्बन्धः इति उक्तमस्ति खलु अत्र? तत्र सम्बन्धः कः? व्याप्यव्यापकसम्बन्धः इति. उत्तमं, व्याप्यव्यापकसम्बन्धः अस्ति धूमवह्न्योः मध्ये. धूमः व्याप्यः, वह्निः व्यापकः. व्यापकः, तर्हि तस्य तत्र तादृशसम्बन्धज्ञानबोधकवाक्यम् अस्ति व्याप्तिः इति. व्याप्तिः सम्यक्. तर्हि यस्मिन् आत्मनि तादृशव्याप्तिज्ञानमस्ति, अपि च केवलं व्याप्तिज्ञानमस्ति चेत् न पर्याप्तम्, अत्र पक्षधर्मताज्ञानमपि आवश्यकम्. पर्वते धूमः अस्ति इति प्रत्यक्षं विना अनुमानं न कर्तुं शक्यते खलु? सत्यं सत्यं. तर्हि प्रथमज्ञानमस्ति पक्षधर्मताज्ञानं, पर्वते धूमः अस्ति. द्वितीयज्ञानमस्ति व्याप्तिज्ञानं, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति अन्वयसहचाराभ्यां व्याप्तिज्ञानमस्ति, व्याप्यव्यापकसम्बन्धज्ञानमस्ति. तर्हि तेन इदानीं तृतीयज्ञानं जायते, परामर्शज्ञानं साध्यव्यापकहेतुमान् पर्वत पक्षः इति वह्निव्यापकधूमवान् पर्वतः इति परामर्शज्ञानं यदा परामर्शज्ञानं जायते तदनन्तरम् अनुमितिज्ञानम् अपि जायते पर्वतः वह्निमान् इति अनुमितिज्ञानं जायते समीचीनं तर्हि तत्र विशिष्टसम्बन्धः कः इति चेत् व्याप्यव्यापकसम्बन्धः अस्ति अस्तु द्वितीयप्रश्नः महोदय इदानीम् अत्र किमुक्तम् अनुमितिः इति इन्द्रियसन्निकर्षेण न जायते इति उक्तं किन्तु यदा धूमं न पश्यामः धूमस्य प्रत्यक्षज्ञानं यदा न भवति तदा अनुमानं न भवति खलु आमां न भवति सत्यं तर्हि इन्द्रियज्ञान इन्द्रियसन्निकर्षज्ञानं विना अनुमितिः न जायते तर्हि किमर्थम् अत्र एतद् एतादृशम् उक्तम् किमर्थम् एतत् प्रत्यक्षं न स्यात् स्मृति अस्ति तर्हि कर्तुं शक्नुमः खलु न न अत्र स्मृतेः विषये किमपि नास्ति अस्तु अनुमितिज्ञानं प्रत्यक्षज्ञानं नास्ति भिन्नमस्ति अनुमितिज्ञानम् इति ज्ञानं भिन्नमस्ति आम् किन्तु हे तत्र पर्वते धूमम् अहं न पश्यामि चेत् तत्र प्रत्यक्षज्ञानं न भवति चेत् अनुमितिः न जायते खलु आं सत्यं तत्तु सत्यं न जायते धूमः तु अस्माभिः द्रष्टव्यं यदि धूमः न पश्यामः चेत् किमर्थम् अनुमानं कर्तुं शक्नुमः हा तर्हि किमर्थम् अनुमानमपि प्रत्यक्षं न इति न वक्तुं शक्नुमः धूमः इति तत्तु कारणमस्ति तत् वयं दृष्टवन्तः खलु साधु हेतुः अस्ति परन्तु अस्माकं साध्यं किं साध्यं तु तत्र साक्षात् न दृश्यते हेतुः दृश्यते अतः अस्तु अत्र प्रत्यक्षज्ञानस्य आकारः कः प्रत्यक्षज्ञानं किम् इन्द्रियसन्निकर्षेण यः भवति न इदानीं पर्वते धूमः अस्ति खलु तर्हि इदानीम् अहं धूमं पश्यामि चक्षुषा किं ज्ञानं जायते चक्षुषा प्रत्यक्षज्ञानं खलु हा प्रत्यक्षज्ञानम् अत्र अत्र किं ज्ञानम् अत्र मम पुरतः घटः अस्ति चेत् प्रत्यक्षज्ञानस्य आकारः कः इति चेत् अयं घटः अयं घटः आं सत्यम् एवम् अत्रापि कीदृशज्ञानं जायते पर्वतः धूमवन्तः इति धूमवन्तः नास्ति धूमवान् समीचीनं धूमवान् पर्वतो धूमवान् इति एव प्रत्यक्षज्ञानं जायते खलु इति आं सत्यं सत्यं तर्हि तत्र पर्वते विषयता अस्ति विशेष्यता अस्ति ऐ मीन् पर्वतः विशेष्यः अस्ति धूमः तत्र प्रकारः अस्ति धूमविशिष्टपर्वतः अस्ति इति तादृशज्ञानं भवति प्रत्यक्षेण किन्तु अनुमितिज्ञानस्य आकारः कः पर्वते वह्निः इति पर्वतो वह्निमान् इति ज्ञानं पर्वतो वह्निमान् पर्वतो धूमवान् इति ज्ञानं प्रत्यक्षेण ज्ञायते तत्तु सत्यं तद् ज्ञानं विना पर्वतो वह्निमान् इति ज्ञानम् अनुमितिज्ञानं न प्राप्तुं शक्नुमः इति तु सत्यं किन्तु अनुमितिज्ञानम् इति भिन्नज्ञानमस्ति अनुमितिज्ञानं किं पर्वतो वह्निमान् इति ज्ञानं प्रत्यक्षज्ञानं किं पर्वतो धूमवान् इति ज्ञानं तत्र प्रकारता भिद्यते खलु पर्वतो धूमवान् इत्यत्र प्रकारः कः इति चेत् धूमः पर्वतो वह्निमान् इत्यत्र प्रकारः कः इति चेत् वह्निः वह्निः तर्हि पर्वतो वह्निमान् इति ज्ञानं प्रत्यक्षेन न ज्ञायते तत्तु केवलम् अनुमानप्रमाणेन एव ज्ञायते इति कृत्वा यद्यपि अधीनः अस्ति सर्वत्र अत्र उपमतिज्ञाने अपि सादृश्यं न पश्यामश्चेत् कथं वा उपमतिज्ञानं भवति? सत्यं. तर्हि तदपि प्रत्यक्ष अधीनः एव, तथापि केवलं प्रत्यक्षज्ञानेन अत्र उपमितिज्ञानं न जायते. उपमितिज्ञानं तु भिन्नमस्ति, प्रत्यक्षज्ञानं तु भिन्नमस्ति. एवमेव शाब्दस्थले अपि यदि अहं न शृणोमि यः कोऽपि किमपि वदति, नदी नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति अहं यदा न शृणोमि तदा शाब्दबोधः अपि न जायते. तर्हि तत्र श्रोत्रेन्द्रियेण सह तत्र सन्निकर्षः अस्ति पदानां. किन्तु इदानीं यः कोऽपि, इदानीम् अहं वदामि वाक्यं, नद्याः तीरे वृक्षे वृक्षे बहूनि फलानि सन्ति, किन्तु यस्मिन् संस्कृतज्ञानं नास्ति तेनापि एतद् वाक्यं श्रोतुं शक्यते किन्तु अवबोधः न जायते. तदेव व्यापारः खलु महोदय, तदेव व्यापारः. तत्र इत्युक्ते संस्कृतज्ञानस्य आवश्यकता अस्ति. संस्कृतभाषायाः ज्ञानं विना अत्र श्रोतुं शक्यते. इदानीमहं चैनीस् भाषायां किमपि अहं वदामि चेत् तर्हि सर्वैः श्रुतमेव यद् यद् मया उक्तं, तथापि अर्थः शाब्दबोधः न जायते. तर्हि केवलं श्रवणं कुर्मश्चेत् अत्र प्रत्यक्षेन एव ज्ञायते इति न चिन्तनीयम्. प्रत्यक्षं किं करोति? तत्र केवलं शब्दम् अस्माकं कर्णशस्कुली अवच्छिन्ननभं प्रति आगच्छति, तावदेव. सत्यं. तदनन्तरं तत्र प्रत्यवाक्यस्य पदस्य अर्थः कः, अपि च पदयोः मध्ये अन्वयः कृत्वा वाक्यस्य अर्थः कः, तत्र कर्ता कः, करणं कः इति एतत् सर्वं बुद्ध्वा एव शाब्दबोधनं शाब्दज्ञानं जायते खलु. आं, तदेव तत्र उक्तम्, अर्थं बुद्ध्वा अस्माकं अर्थं बुद्ध्वा. तर्हि सर्वत्र इन्द्रियसन्निकर्षः अस्ति, किन्तु इन्द्रियसन्निकर्षेण यद् ज्ञानं जायते तद् ज्ञानं भिन्नमस्ति. सत्यं, तत् प्रत्यक्ष तद् ज्ञानं भिन्नमस्ति इति बोधः. अस्तु, बहु समीचीनं. तर्हि इदानीम् अग्रे सरेम. शिवराम महोदय, इदानीं पठितुं शक्यते वा? आं महोदय. अस्तु, अग्रे पठतु. तथा तथा च एताः चतस्राः प्रमाः एव शास्त्रे अनुभवपदेन विवक्षिताः. द्वितीयः यः ज्ञानप्रकारः एतान् निरूपणादौ दर्शितः स्मृतिरूपः, सः अनेन अनुभवेनैव जन्यते. यं पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः. देशविशेषात् प्रत्यागताः जनाः चक्षुरादि इन्द्रियैः सम्यक् गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति. एवं विधानि उद्यानानि, पर्वतान्, नदीः च तत्र वयम् अद्राक्षेम इति. चक्षुषा अदृष्टम् अपि अर्थम् अनुमानेन, शब्देन वा सम्यक् ज्ञात्वा स्मृत्वा च वदन्ति. पर्वतः आसीत् धूमकिरणः कश्चित् अतः आसीत् वन्यमान इति. एवं वृक्षे सन्ति बहु फलानि इति. अतः चतस्रः प्रमाः अनुभवपदेन विवक्षिताः. अनुभव इति पदेन चतस्रः प्रमाः अधुना या उक्ताः ताः सर्वा तत्र विवक्षिताः. पुनः एकवारं वदति वा प्रमायाः नाम का इति? प्रत्यक्ष अनुमान उपमान तथा शब्दप्रमा इति न इति प्रमाणस्य नाम उक्तं भवता. प्रत्यक्ष अनुमान उपमान शब्द इति प्रमाणस्य ज्ञानं. प्रमायाः ज्ञानं नाम किम्? प्रत्यक्षप्रमाणेन प्रत्यक्षज्ञानं वा प्रत्यक्षज्ञानम् अनुमानज्ञानम् इति वा? न न, अनुमानज्ञानस्य नाम अस्ति अनुमितिः. अनुमिति आम. तर्हि चतस्रः प्रमायाः नाम किम् इति चेत् प्रत्यक्ष अनुमिति उपमिति अनुमिति इति उपमिति शाब्द आम् अस्तु अग्रे द्वितीयया ज्ञानप्रकारः एतान् निरूपणादौ दर्शितः स्मृतिरूपः सः अनेन अनुभवेन एव जन्यते. ज्ञानस्य या द्वितीयप्रकारः अत्र उक्तः तत् नाम अस्ति स्मृतिः इति. सः स्मृतिरूपः अस्ति तथा सः स्मृतिः अनुभवेन एव जन्यते. अनुभवेन अनुभवेन स्मृतिः निर्माणं भवति इति कथं वक्तुं शक्यते? अनुभवेन एव स्मृतिः जायते इति कथं वक्तुं शक्यते? तदेव अग्रे उक्तम्. हा, यं पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः. आम्, यं पदार्थं वयम् इन्द्रियेण यत् वयं पश्यामः तस्य एव स्मरणं भवति. देशविशेषात् कृत्वा पटस्य स्मरणं न भवति खलु? न भवति, तस्यैव स्मरणं भवति. तर्हि यस्य अनुभवः भवति तस्यैव स्मृतिः भवति इति कृत्वा अनुभवेन स्मृतिः जायते इति वक्तुं शक्यते. आमां, देशविशेषात् प्रत्यागतः जनाः चक्षुरादि इन्द्रियैः सम्यक् गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति. एवं विधानि उद्यानानि पर्वतान् नदी च तत्र वयम् अद्राक्षेम इति. स्पष्टमस्ति अत्र? चक्षुरादि इन्द्रियैः नाम इन्द्रियैः यत् वयं दृष्टवन्तः गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति. तस्य यत् दृष्टम् अस्ति तस्य एव ते वर्णनं कुर्वन्ति इति. अग्रे चक्षुषा अदृष्टम् अपि अर्थम् अनुमानेन शब्देन वा सम्यक् ज्ञात्वा स्मृत्वा च वदन्ति. पर्वतः आसीत् धूमकिरणः कश्चित् अतः आसीत् वन्यमान् इति. चक्षुषा नाम इन्द्रियेण अदृष्टम् अपि अनुमानेन वा शब्देन तत् ज्ञात्वा न कुर्वन्ति. तस्य विषये अपि ते वदन्ति अनुमानेन वा शब्देन ज्ञात्वा. अन्य कोऽपि वदति वा अनुमानेन ते तस्य वर्णनं श्रुत्वा ते तस्य वर्णनं कुर्वन्ति. तर्हि आहत्य अत्र किमुक्तम्? अनुभव यद् यस्य अनुभवः अस्ति तस्यैव स्मरणं भवति इति उक्तमस्ति. अस्तु, अनेन अग्रे पठतु महोदय. किम् अनेन कथनेन आदौ प्रमाणैः अनुभवविषयीभूता एव पदार्थाः स्मृतिविषयाः भवन्ति. आदौ भूतले घटमेव दृष्ट्वा न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति. वह्निं वा पर्वते अनुमाय न हि पर्वते वह्निं घटं च स्मरति. न वा शब्दात् फलवन्तं वृक्षं ज्ञात्वा तमेव पक्षीफलोभयविशिष्टं वा स्मरति. तेन यः अनुभवस्य विषयः सः एव स्मृतेः अपि विषयः न अन्यः इति सिद्ध्यति. न्यायभाषया इदमेव अनुभवविषयविषयिणि स्मृतिः व्यवहारामः. अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेन एव निश्चिनुमः. अस्तु, अत्र सर्वं केवलं न्यायभाषया इदमेव अनुभव अनुभवविषयविषयिणी स्मृति. विग्रहवाक्यं वदति वा? अनुभवविषयः अनुभवस्य विषयः अनुभवविषयः वा? षष्टिसमासः सत्यं. अनुभवस्य विषयः अनुभवविषयः. अनन्तरम् अनुभवविषय यथा विषयिणी इत्ययोः मध्ये पुनः तत्र समासः अस्ति. अनुभवविषयक विषयक अपि न भवति, विषयिणी. अनुभवविषयेन भवति वा? विषयेन विषयिणी अपि कस्मिन् अर्थे तृतीया प्रयुक्तं भवति महोदय? विषयेन विषयिणी इति न न विषयिणी इति पदस्य अर्थः कः? अत्र इनि इति प्रत्ययः किं विषयिकर्ता विषयिणी गुणिनी इत्येव यस्य अस्ति हा एतत् पद्धत्या हा विषयः यस्य अस्ति विषय यस्मिन् अस्ति इति वा विषयिन् विषयिणी स्मृतिः हा सत्यं विषयिणी यस्मिन् हा खलु हा विष हा यस्मिन् अस्ति सः विषयिन् अनुभव अनुभवस्य विषयः अनुभवविषयः अनुभवविषयाः यस्मिन् अस्ति सः विषयिणी भवति सा स्मृतिः अस्ति विषयिणी सो अनुभवस्य विषयाः एव स्मृतेः विषयः अपि एकम् अनुभवं तत्र घटस्य अनुभवं कृत्वा पटस्य स्मृतिः यदा कदापि न भवति इति एव अत्र उक्तं तावदेव न भवति अस्तु इति कृत्वा तत्र साम्यम् अस्ति यस्य अनुभवः तस्यैव स्मरणं यस्य अनुभवः नास्ति तस्य स्मरणमपि न भवति इति कृत्वा तत्र कार्यकारणभावः तत्र अन्वयसहचारः व्यतिरेकसहचारः वक्तुं शक्यते खलु अनुभवसत्त्वे स्मृतिसत्त्वम् अनुभव अभावे स्मृतिरभावः तर्हि अनुभव एव स्मृतेः कारणम् इति उक्तम् अस्तु तर्हि इदानीम् अग्रे सरेम धन्यवादः महोदय अग्रे श्रीराम महोदय पठति वा नमस्कार पठामि महोदय स्मृति उत्पत्तिक्षणे अनुभवः नास्ति परन्तु स्मृतिं प्रति जनकत्वम् अनुभवस्य कथं घटतां न हि कश्चित् घटम् अनुभूय सपदि तं स्मरति येन कार्यस्य स्मृतेः पूर्वम् अनुभवः नियमेन भवेत् अद्य घटम् अनुभूय अपरेद्युः दशभ्यः दिनेभ्यः वा कश्चित् स्मरेत् न हि तस्य पुरुषस्य तदा घटानुभवः अस्ति अनुभवस्य पूर्वेद्यवी एव नष्टत्वात् अस्तु तर्हि अत्र यद्यपि अनुभवः एव स्मृतेः कारणम् इति उक्तं तत्र किञ्चित् क्लेशः अस्ति कः क्लेशः इति स्वशब्दैः वदतु महोदय अत्र अनुभवः तु स्मृतिसमये न भवति इत्येव अस्ति हा किन्तु अत्र कार्यकारणभावः वक्तव्यः चेत् कुत्र क्लेशः भवति तत्र तत्सत्त्वे तत्सत्त्वम् इति वदामश्चेत् तत्सत्त्वे सत्त्वं नास्ति घटस्य सत्त्वं नास्ति तथापि तत्र स्मृतेः सत्त्वं भवति न तादृशं नास्ति महोदय तत्सत्त्वे तत्सत्त्वम् इत्यत्र तस्मिन्नेव समये इति नास्ति तस्मिन्नेव समये इति नास्ति तत्सत्त्वे यदा कदापि पूर्वं भवतु तत्सत्त्वे तत्सत्त्वं तदभावे तदभावः इति तस्मिन्नेव समये इति नास्ति पूर्वमपि भवितुमर्हति अतः एव अत्र निकषात्रयम् उक्तं खलु पूर्वस्मिन् क्षणे समान अधिकरणे तत्र पूर्वं भवेत् समान अधिकरणे भवेत् इत्येव इत्यतः एव अत्र अत्र द्विधा उक्तं तत्सत्त्वे तत्सत्त्वं तदाभावे तदाभावः इति वदामश्चेत् कार्यकारणभावः निश्चितः अस्ति एकम् अन्यस्य कार्यं तर्हि तदेव किमर्थम् अत्र निकषात्रयस्य वक्तव्यता इति चेत् पूर्वक्षणे भवेत् खलु सत्यं तत्सत्ये तत्सत्त्वम् इत्यनेन पूर्वक्षणे भवेत् इति न सिद्ध्यति सत्यं सत्यं पूर्वक्षणे भवति चेत् तत्सत्ये तत्सत्त्वम् इति न दृश्यते इत्युक्ते तत्सत्त्वे तत्सत्त्वम् इति सतिसप्तमी प्रयोगेन दीप्सा सिद्ध्यति यत्र यत्र तत्र तत्र इति तादृशवीप्सा सिद्ध्यति सतिसप्तमीप्रयोगेण. इदानीं किन्तु सतिसप्तमीप्रयोगेण पूर्वक्षणे इति न सिद्ध्यति. तर्हि द्वयमपि आवश्यकमस्ति. पूर्वक्षणे कार्यादिकरणे भवेत् इति अपि वक्तव्यं, सतिसप्तमी अपि वक्तव्यं. सतिसप्तम्या तत्र वीप्सा सिद्ध्यति, किन्तु तत् पूर्वक्षणे भवेत् इत्यनेन सामानाधिकरणे तत्र कार्याधिकरणे भवेत् इति अपि सिद्ध्यति. तर्हि अत्र कः क्लेशः? अत्र घटेः घटस्मृतिः जायते तस्मिन् तस्मिन् समये घट अनुभवः नास्ति इत्युक्त्वा तत्र कारणं यत् अनुभवः तत्र कार्याधिकरणे आत्मनि नास्ति. कदा नास्ति? पूर्वक्षणे नास्ति. पूर्वक्षणे सत्यं, पूर्वक्षणे नास्ति. दशदिनपूर्वं मया घटं दृष्टं, तस्मिन् दिने दशदिनपूर्वे घटस्य अनुभवः जातः, घटस्य प्रत्यक्षज्ञानं प्राप्तं. किन्तु अद्य अहं स्मरामि, यदा अद्य अहं स्मरामि तस्मिन् समये ज्ञानं नष्टं जातं खलु. सत्यं, तस्य ज्ञानं नास्ति. तर्हि पूर्वक्षणे नास्ति, कार्याधिकरणे नास्ति, तर्हि कथं वा तस्य कारणत्वम् इति प्रश्नः अस्ति. सत्यम्. अस्तु, अग्रे पठतु महोदय. घटम् अनुभूय पुरुषः तम् आदाय जलाहरणे प्रवृत्तः, तत्र ह्रदे जलम् अद्रक्षीत् अद्राक्षीत् कीदृशपदम् ततः जलम् क्रियापदमिति आगच्छामि तावदेव. ततः जलम् आदाय स्वगृहं दूरतः अनुभूय तत्र प्राप्तः, तण्डुलशाकादीन् अनुभूय पाके प्रवृत्तः. एतादृशी खलु ज्ञानधारा घटजलगृहतण्डुलादि विभिन्नविषयिणी तस्य पुरुषस्य उत्पन्ना. घटानुभवे घटः विषयः, न सः जलानुभवे विषयः, न तौ जलघटौ गृहानुभवे विषयौ. एवंविधा विभिन्नविषयिणी या अनुभवधारा तस्याम् उत्तरोत्तरानुभवे पूर्वापूर्वपदार्थस्य अनु अभावां पूर्वापरपदार्थस्य अभानं विषयत्वम् अपि अनुभूयते एव अस्माभिः. अविषयत्वमपि अनुभूयते. अस्तु, तत्र कश्चन पुरुषः तत्र आशय एवमस्ति, यदा घटम् एतत् सर्वम् अस्मा घटस्य विषय नदी अनन्तरं तण्डुलम् एतत् सर्वं पुरुषे अस्ति विषयरूपेण, सः पुरुषः जानाति एतान् तु एकस्मिन् समये यस्य पदार्थस्य विषयीकरोति तस्मिन् सन्दर्भे तस्य समये अन्यपदार्थ न विषयः भवति इति अहं. अत्र अत्र अस्मिन् परिच्छेदे किं वक्तुम् इच्छति ग्रन्थकारः? अत्र मुख्यवार्ता कः? किमपि लिखितम्? एकनिमिषं महोदय, जलहरणे तत्र तात्पर्यम् अवगन्तव्यं. प्रत्येकं परिच्छेदस्य तात्पर्यम् अवगम्य वदति चेत् समीचीनं भवति. अनुभूय पाके प्रवृत्तः, एतादृशी खलु धारा ज्ञानधारा घटजलगृहतण्डुलादि विभिन्नविषयिणी तस्य पुरुषस्य उत्पन्ना. इदानीं ज्ञानधारा तस्मिन् पुरुषे जाता, घटानुभवे घटः विषयः, स न स जलानुभवे विषयः. अस्तु, न तौ जल घटौ गृह अनुभवविषये. एवंविध विभिन्नविषयिणी या अनुभवधारा, अनुभवधारा भिन्न, इदानीं तस्याम् उत्तरोत्तरानुभवे पूर्वापरपदार्थस्य अभावं तदेव मुख्यवार्ता अस्ति. धारा अस्ति महोदय, एक ज्ञानं भवति, तदनन्तरम् अनन्तरं भिन्नं ज्ञानं भवति, तदनन्तरं भिन्नं ज्ञानं भवति. एकैकस्य ज्ञानस्य एकः एव विषयः घट, अथवा घटस्य ज्ञान घट एव विषयः जलं नास्ति तु धारा वयं जानीमः, किन्तु किमर्थम् एतादृशं वदति? ज्ञानधारा भवति इति वयं जानीमः, प्रत्येकं ज्ञानस्य प्रत्येकं विषयः भवति इति वयं जानीमः, किमर्थम् एतत् सर्वं वदति? पूर्वपूर्वपदार्थस्य अभानम् अविषयत्वम् अपि अनुभूयते एव. अहं न तस्मिन् वाक्ये एव तात्पर्यमस्ति. उत्तरोत्तरानुभवे पूर्वपूर्वपदार्थस्य अभानम् अविषयत्वम् अपि, अवैयत्वम् अपि इत्युक्ते तत्र न तु केवलं एकस्य पदार्थस्य ज्ञानं तु अपरेषां पदार्थानाम् अविषयित्वम् अपि भासते. इत्युक्ते किम् इत्युक्ते एकस्मिन् क्षणे घटस्य ज्ञानं भवति चेत् अपरेषां पदार्थानां ज्ञानं न भवति. एकस्य विषय एक एव भवति ज्ञानस्य वा? तत् तत् तत् वयं जानीमः, किन्तु किमर्थम् अस्तु मेहुल् महोदय वदतु. किञ्चित् अहं प्रयत्नं करोमि अत्र. वयं सम्पूर्णदिने बहवः अनुभवाः गृह्यन्ते मनसि, तेषां ज्ञानम् अस्माकं मनसि भवति, तत्र ज्ञानधारा अस्ति अपि च अनुभवधारा अस्ति. परन्तु यदि उदाहरणरूपेण अस्माकम् अद्य इदानीम् अहं संस्कृतवर्गे अस्मि, परन्तु संस्कृतवर्गे विषयः संस्कृतस्य अभ्यासः एव, परन्तु तथापि यत् आदिनपर्यन्तं यः अनुभवः मम मनसि आगतः, ते सर्वे अत्र अपि अहं विषयः नास्ति. अद्य इदानीं विषयः तु संस्कृत अभ्यासः एव, परन्तु यत्किमपि अहम् अनुभूयामः आदिने, ते सर्वे अविषयः अस्ति. तदपि तथापि ते सर्वे अत्रापि मम मनसि आगच्छति. तदेव अविषयत्वम् अपि अस्माकम् अनुभूयते इति. किमर्थम् इत्युक्ते अस्माकं मनसि अभानम् अस्ति. पूर्व तत्र उत्तरोत्तर अनुभवः ये अभवत् ते सर्वे अभानम् अस्ति. तर्हि किं वक्तुम् इच्छति भवान्? किं ग्रन्थकारः किं वक्तुम् इच्छति अत्र? तस्य तात्पर्यं किम्? ज्ञानं ज्ञायते, प्रत्येकं ज्ञानस्य एकः एव विषयः भवति इति, एतत् सर्वम् आदिनं तत्र ज्ञानानि जायन्ति एव इति, एतत् सर्वं समीचीनं. किन्तु अत्र आशयः किमर्थम् एतत् सर्वं वयं जानीमः खलु, अनेन किम् आशयः? तत् परिशिष्टस्य टैटल् मध्ये अस्ति, स्मृतिः यत् यस्य यदा स्मृतेः उत्पत्तिः भवति तत् क्षणे यत्किमपि अनुभवः अस्माकं मनसि आसीत् तत् तद् नास्ति. तद् पूर्वस्मिन् परिच्छेदे उक्तं. पूर्वस्मिन् परिच्छेदे किमुक्तं? यस्मिन् समये स्मृतिः जायते तस्मात् पूर्वक्षणे ज्ञानं नास्ति इति उक्तम्. अस्तु, द्वितीयपरिच्छेदे किम् उक्तम् इति चेत्, यद् यद् पूर्वस्मिन् परिच्छेदे उक्तं, यस्मिन् समये स्मृतिः जायते तस्मात् पूर्वक्षणे ज्ञानं नास्ति इति उक्तं खलु. ज्ञानं नास्ति इति कथं वा निरूपयामः? तस्य निरूपणं करणीयं खलु. तदर्थं तत्र उक्तम् इत्युक्ते, प्रातःकाले घटम् अहं दृष्टवान्, तर्हि घटज्ञानं जातं. तदनन्तरं पटम् अहं पश्यामि. पटं यदा अहं पश्यन्नस्मि, तस्मिन् समये घटज्ञानम् अस्ति वा न वा? नास्ति नास्ति इति वक्तव्यं. यदि अस्ति तर्हि पटज्ञाने घटमपि मया ज्ञातं भवति खलु? सत्यं, तद् न भवति. तर्हि तदेव आशयः. तात्पर्यं किम् इति चेत् ज्ञानः न, ज्ञानं नष्टं भवति. तदेव अविषयत्वम् इत्यनेन अस्य आशयः कः इति चेत् ज्ञानं क्षणात्मकम् इति बोद्धुम् एतत् सर्वम् उक्तमस्ति. तदेव आशयः. सत्यं. यदा पटज्ञानं जायते तत्र पटज्ञानं घटज्ञानेन सह न जायते, केवलं पटज्ञानं जायते. तर्हि पटज्ञानं यद् यस्मिन् समये जायते तस्मात् पूर्वक्षणे घटज्ञानं यद् जातं सः तज्ज्ञानं नष्टं भवति. तर्हि इदानीं पटज्ञानमेव जायते. तदनन्तरम् इदानीं मठज्ञानं जायते चेत् तत्र पटज्ञानस्य नाशं भवति इति कृत्वा ज्ञानं ज्ञानस्य नाशनं भवति इति बोद्धुम् एतत् परिच्छेदं लिखितमस्ति. तदेव आशयः. तात्पर्यः किम् इति चेत् अत्र धारातात्पर्यः नास्ति. प्रत्येकं ज्ञानस्य भिन्नभिन्नविषयाः सन्ति इत्यपि तात्पर्यं नास्ति. अनेन किम् उक्तम् इति चेत् ज्ञानं नष्टं भवति. अतः स्मृतेः उत्पादनं यस्मिन् समये भवति तस्मात् पूर्वक्षणे ज्ञानं नास्ति इति वदति. तदेव आशयः. अस्तु, तर्हि इदानीं किञ्चित् अग्रे सरेम. मेहुल् महोदय, भवानेव पठति वा? आम्. श्रीरामहोदय, महोदय. हा, मुरळी महोदय वदतु. तत्र एकं सन्देहम् अस्ति. घटज्ञानं नश्यति चेत् पुनरहं घटं पश्यामि, अन्यत् घटं पश्यामि चेत् तत्र ज्ञानं वर्तते एव. घटं ज्ञानं पूर्वं पूर्वनाशनं करोति. तत् संस्कारजन्य आत्मनि सदा अस्ति. न, तत्सर्वम् इदानीं न उक्तम्. इदानीम् अग्रिमदिने घटं पश्यति चेत् नूतनज्ञानं जायते. तदेव ज्ञानं नास्ति खलु? यद् ज्ञानं ह्यः जातः तदेव ज्ञानम् अद्यापि न. तद् ज्ञानं वृत्तिज्ञानमेव, अनुभविज्ञानमेव. सत्यं. तर्हि प्रश्नः कः अत्र? नो नो, अहं पटं पश्यामि, तत्र समये घटस्य ज्ञानं नश्यति. सत्यं. तदेव भवान् वदतु. तस्मात् तत्र समये घटस्य ज्ञानं नश्यति. सत्यं. किन्तु पुनरहं घटं पश्यामि चेत् यद् ज्ञानं नश्यति चेत् तदनन्त कुत्र तत् भवति? तत् प्रथमक्षणे, अनन्तरक्षणे घटस्य ज्ञानं भवति. भवानेव उक्तवान् खलु पुनः अहं घटं पश्यामि इति. तर्हि इन्द्रियसन्निकर्षः अस्ति, तेन ज्ञानं जायते, नूतनज्ञानं जायते. ओ ओ नूतनज्ञानम्. आम् महोदय. पुनः तत्र नूतन इन्द्रियसन्निकर्षः अस्ति, तेन नूतनज्ञानं जायते. ओ, उत्तरोत्तर अनुभवे तत्र पूर्वपूर्व. आम्, इन्द्रियसन्निकर्षः अस्ति. तर्हि ह्यः घटं दृष्टं, तर्हि ह्यः ज्ञानं प्राप्तम्. अद्य घटं दृष्टं, पुनः इन्द्रियसन्निकर्षः जातः, तेन घटज्ञानं प्राप्तं. श्वः पुनः पश्यामि. स्पष्टं स्पष्टं बुद्धि महोदय. हा, इति अस्ति. हा, अस्तु. मेरुल् महोदय, अग्रे पठतु महोदय. आम् आम् महोदय. विवरणेन अनेन इदमायातं नष्टो घटानुभवः. स्मरामः अपरेद्युः व्यवहिते वा दिने तदा नास्ति अनुभवः. स्मरणानुभवयोः कार्यकारणभावस्तु निश्चित एव, परन्तु इदमपि अवधारितं यत् कार्यं वर्तते, कारणं तु नास्ति. तत्र एतत् सर्वं विवरणेन किम् आयातम् इत्युक्ते घटस्य अनुभवः नष्टः भवति, तद् नास्ति. परन्तु स्मरामः अपरेद्युः व्यवहिते वा दिने तदा नास्ति अनुभवः. यदि अन्यत् किमपि दिने यदि वयं स्मरामः एतदेव अयं घटः इति ज्ञानं स्मरामः, तर्हि तत् ज्ञानं तत् समये अनुभवः इति ज्ञानं नष्टः अभवत्. परन्तु स्मृति इति एव तत्र भवति. तद् तद् भिन्नज्ञानम् अस्ति. ज्ञानस्य द्वितीयविध प्रकारः अनुभवः तु एकः, द्वितीयं तु स्मृतिः इति. अत्र अतः एव स्मरणानुभावयोः कार्यकारणभावस्तु निश्चित एव. इत्युक्ते वयम् अधुना एव चर्चितवन्तः अनुभवः सति अतः स्मृतिः सति. तत्र अन्वय अनुभवसत्त्वे स्मृतिसत्त्वं हा अनुभवः सत्य भवति चेत् स्मृतिः भवति इति. तत्र कार्यकारणभावः निश्चितः, परन्तु इदमपि अवधारितं यत् कार्यं वर्तते कारणं तु नास्ति. हा तथापि वयं जानीमः तत्र कार्यं वर्तते तत्र, परन्तु तस्य कारणं नास्ति. तदपि भवितुं तदपि भवति के कस्यचित् प्रसङ्गे. अत्र तदेव अग्रे अपि दत्तम् उदाहरणरूपेण. अतः एकनिमिषम् अहं किञ्चित् वदामि. अस्तु, अनुभवस्य विषयः यदस्ति सः एव विषयः स्मृतेः अपि इति कृत्वा अनुभवः स्मृतेः कारणम् इति अस्माभिः उक्तं. किन्तु यस्मिन् समये स्मृतिः जायते तस्मात् पूर्वक्षणे अनुभवः नष्टः नास्ति, तर्हि क्लेशः अस्ति. अस्ति कारणत्वं निरूपितं, तत्सत्ये तत्सत्त्वं तदाभावे तदाभावः इत्यनेन कारणत्वं निरूपितं, किन्तु पूर्वक्षणे नास्ति इत्यतः कारणत्वं न निरूपितम्. तर्हि अत्र किञ्चित् क्लेशः अस्ति, तदर्थं किञ्चित् वक्तव्यं भवति. अस्तु, अग्रे पठतु महोदय. अतः एतादृशस्थले अनुभवस्य स्वयम् असतोपि स्वजन्यव्यापारवत्तासम्बन्धेन स्मरणाधिकरणे आत्मनि स्थितिः कल्पनीया. दण्डे नष्टे अपि दण्डजन्यभ्रमिमत्तासम्बन्धेन घटाधिकरणे कपाले तस्य स्थितिकल्पनावत्. स एव च व्यापारः प्रकृतस्मृतिलक्षणे प्रविष्टः भावनाख्यः संस्कारः. सः आत्मनि उत्पद्यते. अनुभवे नष्टे अपि अन्यदा स्मरणं च जनयति इति न क्लेशः. अस्तु, अत्र तदेव क्लेशस्य निवारणं कथम् इति अत्र दत्तम्. यत्र यत्र कारणं नास्ति परन्तु कार्यं वर्तते एतादृशस्थले अत्र अनुभवस्य स्वयम् असतोपि इत्युक्ते अनुभवः नष्टः जातः तत्र तत् नास्ति. तथापि स्वजन्य वा व्यापारवत्तासम्बन्धेन इति सम्बन्धेन स्वजन्यव्यापारवत्तासम्बन्धेन अनुभवः स्मरणाधिकरणे इत्युक्ते आत्मनि अस्ति एव इति कल्पना न्यायिकाः कृता. तद्वयं दृष्टवन्तः, दण्डः नष्टः जातः तथापि दण्डजन्यभ्रमणं यत् अस्ति तत् भ्रमणं अतः दण्डजन्यभ्रमीमत्तासम्बन्धेन दण्डः घटाधिकरणे इत्युक्ते कपाले अस्ति एव इति स्थिति इति कल्पना न्यायिकाः कृताः. तदेव व्यापारः. तत्र व्यापारः इति नामकरणमस्ति, परन्तु दण्डस्य उदाहरणे दण्डजन्यभ्रमीमत्तासम्बन्धः इति एव तत्र कल्पना कृता. स एव च व्यापारः. अत्रापि वयं तस्य तदेव तथैव वक्तुं शक्नुमः. प्रकृतस्मृतिलक्षणे प्रविष्टः भावनाख्यः संस्कारः, सः आत्मनि उत्पद्यते. अत्र स्मृतिलक्षणे स्मृति यदा भवति तत्र स्मृतिः इति कार्यमस्ति. तस्य कारणम् अनुभवः. अत्र स्मृति यदा भवति तस्मिन् क्षणे अथवा तस्य पूर्वक्षणे अनुभवः तु नास्ति, परन्तु भावनाख्यः संस्कारः इति इत्यनेन अनुभवः नष्टः अभवत् तथापि स्मरणं जनयति. अत्र क्लेशः नास्ति. आत्मनि तदेव अधिकरणमस्ति. आत्म इति अधिकरणं तदात्मनि भावनाख्यः संस्कारेण स्मरणं जनयति. अतः तत्र क्लेशः न भवति इति. तर्हि महोदय निरूपयतु. तर्हि इदानीं भावनाख्यसंस्कारः व्यापारः इति वदतु इति निरूपयतु. तर्हि अनुभवेन भावनाख्यः संस्कारः जायते. संस्कारेण पुनः स्मृतिः जायते. अतः भावनाख्यः इति संस्कारः इति जन्यं भवति, अनुभवेन जन्यम्, अपि च स्मृतिजनकं भवति. अतः कारणेन जन्यम् अपि च कार्यं जनयति. अतः संस्कारः एव व्यापारः भवति. केवलं तावद् वदामश्चेत् इदानीं कुलालः अपि व्यापारः भवति खलु, तर्हि इतोपि किञ्चित्. परन्तु तदपि अस्ति, तद् भावनाख्यसंस्कारः आत्मनि अस्ति. अतः समानिधि समानाधिकरणे अस्ति. यत्र स्मृतिः अस्ति, आत्मनि अस्ति, तत्र एव भावनाख्यसंस्कारः अपि अस्ति. अतः एव भावनाख्यसंस्कारः व्यापारः इति. अस्तु, अत्र सामानाधिकरण्यं, सामानाधिकरण्ये कति पदार्थानि सन्ति? आत्मनि संस्कारः एकं, स्मृतिः इति द्वितीयं, द्वौ अपि इति अहं मन्ये. द्वौ एव? केवलं द्वौ वा, इतोपि एकमस्ति वा? अनुभवः तु नष्टः अभवत् खलु, तर्हि किन्तु नष्टः, किन्तु कुत्र जातः? कुत्र जातः इति सत्यम्, आत्मनि एव जातः. अतः नष्टः अधुना नास्ति, किन्तु व्यापारः यदा स्वीकर्तव्यं, यदा स्वीकर्तुं शक्यते, यदा अनुभवः इति, अत्र अनुभवः इति आत्मनि अस्ति, आसीत्, तस्मिन्नेव इदानीं संस्कारः जातः, पुनः तस्मिन्नेव स्मृतिः जनयति. जनयति, सत्यं, समीचीनं, बहु समीचीनं. तर्हि इदानीं संस्कारः इति व्यापारत्वेन तस्य अस्तित्वं साधितम्, आवश्यकमपि साधितम्. अन्तिमपरिच्छेदं पठतु महोदय, पूरयामः. आम् आम्, इयांस्तु विशेषः. नष्टे दण्डे भ्रमिरूपव्यापारः चक्षुषा गृह्यते इति तस्य व्यापारत्वमेव कल्प्यम्. प्रकृते तु आत्मनि भावनाख्यः संस्कारः अनुभवस्य स्मृतिकारणत्वं सङ्गमयितुं कल्प्यते, न तु दृश्यते. यथा तथा वा अस्तु, संस्कारजन्यत्वं स्मृतेरागतम् इति एतत् सर्वं हृदि निधायोक्तं संस्कारमात्रजन्येति. अस्तु, अत्र विशेषः अस्ति यत् दण्डः नष्टः अभवत्, तथापि भ्रमीरूपयः व्यापारः अस्ति, तद् व्यापारः वयं चक्षुषा गृह्यति, अतः एव तस्य व्यापारत्वम् इति अस्माकं तत्र कल्पयितुं शक्नुमः. वस्तुतः अत्र कल्पना न करणीया, साक्षात् दृश्यते खलु. साक्षात् दृश्यते, व्यापारः दृश्यते, प्रत्यक्षेण दृश्यते इत्यतः तत्र न कल्पनीयः, किन्तु अत्र कल्पनीयः. प्रत्यक्षेण संस्कारः न दृश्यते, न दृश्यते, हा, कल्पनीयः अस्ति. यथा तथा वा अस्तु, किमपि अस्तु, परन्तु संस्कारजन्यत्वम् इति स्मृतेः आगतम् इति एतत् सर्वं वयं निधायं, हृदि निधायम् अत्र उक्तं संस्कारमात्रजन्य इति, स्मृति संस्कारमात्रजन्य इति. अपि च अत्र अतिव्याप्तिः वा अव्याप्तिः वा नास्ति, संस्कारेण केवलं स्मृतिः एव जायते, भावनाख्यसंस्कारेण केवलं स्मृतिः एव जायते, अन्यत् यत्किमपि न जायते. अस्तु, बहु समीचीनं. तर्हि एतत् एषः पाठः समापितः. अग्रे इदानीं मात्रपदस्य निवार्यं चिन्त्यम् इति अस्ति, अग्रिमवर्गे मेलिष्यामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः, नमस्कारः महोदय.